अस्तु तर्हि संयोगविभागयोः स्वभावप्रसङ्गे पुनः किञ्चित् इति कल्पते स्मः खलु अत्र संयोगस्य विषये अपि च वियोगस्य विषये विभागस्य विषये किञ्चित् दृष्टवन्तः इति मन्ये. तर्हि अवधिकत्वम् इति भागात् शीर्षकात् इदानीम् आरभामहे. ततः पूर्वं किमपि कोऽपि प्रश्नः अस्ति वा तत्र एतावत्पर्यन्तं यत् वयं पठितवन्तः चर्चितवन्तः तस्मिन् प्रसङ्गे? अस्तु तर्हि अग्रे सरेम. अवधिकत्वम् इति खलु तत्र करपत्रे संयोगविभागयोः स्वभावप्रसङ्गे पुनः किञ्चित् इति करपत्रे अवधिकत्वम् इति शीर्षकम् अस्ति, पश्यति वा? इदानीं स्वीकरोमि. ह्यः मेल् प्रेषितवती वा भवती? हा, अद्य प्रातःकाले प्रेषितवती खलु. आमाम् आम्. संयोगविभागयोः पुनः किञ्चित् इति किल? हा सत्यं. तत्र सुनील् महोदय, भवतः सकाशे अस्ति वा करपत्रम् उद्घाटितम्? अहं पश्यामि इदानीम् अवधिगत्वमिति. अवधिगत्वमिति अन्तिमभागे अस्ति. सत्यं, तदेव. तर्हि महोदय भवान् पठति वा? सुनील् महोदय. अवधिगत्वं घटपटयोः संयोगः भवति, तदा घटः पटात् विभक्तो भवति. यदा यदा च संयोगः नाशनीयः तदा तदा यः विभागः कल्प्यते येन द्रव्येण सः संयोगः नाशनीयः विभागः तव तदवधिकः. पूर्वमपि दृष्टं यत् संयोगस्य एकस्यां प्रतीतौ एकावधिः घटावधिकः पटसंयोगः. अत्र यदा घटपटयोः संयोगः भवति तदा एव विभक्तः अपि भवितुमर्हति, घटः पटात् विभक्तः इति. अथवा यदा यदा संयोगस्य नाशः भवति तदा एव विभागः इति वयं कल्पनां कुर्मः. अतः केन द्रव्येण संयोगः संयोगस्य नाशः भवति तत्र एव विभागः इति अपि भवति. अत्र अग्रिमवाक्ये किञ्चित् क्लेशः आसीत्, अत्र दामप्रिया भगिनी अधिकम् उक्तवती. पूर्वमपि दृष्टं यत् संयोगस्य एकस्यां प्रतीतौ एकावधिः इति, घटावधिकः पटसंयोगः इति. तत्र इदानीं मम क्लेशः अस्ति. अस्तु अस्तु. तत्पूर्वं तत् प्रथमवाक्यमस्ति खलु, तत् प्रथममस्ति खलु तत्र, इत्युक्ते घटपटयोः संयोगः भवति तदा घटः पटात् विभक्तो भवति इत्युक्ते किम्? इत्युक्ते संयोगः अपि च विभागः तयोः मध्ये तत्र कः सम्बन्धः, किमर्थं लिखितमस्ति अत्र? विभक्तः भवितुं संयोगः पूर्वमेव भवितव्यम्. हा, संयोगेन पूर्वमेव भवितव्यं, सत्यम्. इत्युक्ते प्रथमं संयोगः भवति तदनन्तरं विभागः इति भवति खलु. तर्हि तत्र विभागः एव तत्र संयोगनाशः नाशकः गुणः, इत्युक्ते विभागेन एव संयोगः नश्यति. अस्तु, तर्हि अन्तिमवाक्यं, तर्हि रामप्रिया भगिनी भवती एव पुनः किञ्चित् वदति वा तस्मिन् प्रसङ्गे? आं भगिनि, अत्र यदा घटः पटात् विभक्तः इति एतत् संयोगः विषये खलु, घटपटयोः संयोगः इति अस्ति चेत् घटसंयोगः पटे पटसंयोगः, क्षम्यतां, घट अवधिकसंयोगः पटे पट अवधिकसंयोगः घटे इति पूर्वं वयं दृष्टवन्तः. अत्र एकस्यां प्रतीतौ एक अवधिः इति, यदा प्रतीतिवशात् एकः एव अवधिः इति स्वीकरणीयम् इति अस्ति. एतत् मम अवगमनम् इत्युक्ते किं, यदा भवती भवत्याः उदाहरणमासीत् तत्र घटावधिकः घटावधिकसंयोगः पटे पटावधिकः संयोगः घटे इति उक्तवती खलु. आम्, तर्हि तत्र तर्हि तस्मिन् दृष्टान्ते किञ्चित् इतोपि वक्तुं शक्नोति वा एतद् वाक्यं किं वदति इति विभागस्य प्रसङ्गे इदानीं. यदा घटपटयोः इत्युक्ते तत्र तु द्विनिष्ठः अस्ति संयोगः इति, अतः घटावधिकसंयोगः पटे वा पट अवधिकसंयोगः घटे इति वक्तुं शक्नुमः द्वयमपि साधु इति. परन्तु अत्र संयोगस्य एकस्यां प्रतीतौ एकावधिः इति एव स्वीकरणीयम् इति, घट अवधिकः पटसंयोगः इति एव एक अवधिकः इति एव स्वीकरणीयम् इति अस्ति. सत्यम् इत्युक्ते घटपटयोः संयोगः इति यदा वदामः तत्र संयोगः द्विनिष्ठः खलु, घटे अपि संयोगः अस्ति पटे अपि संयोगः अस्ति. परन्तु यदा अवधिचिन्तनं कुर्मः तदा प्रतीतिवशात् किं भवति तत्र अवधिः इदानीं द्वयोः द्रव्योः मध्ये न भवति खलु, इत्युक्ते घटपटयोः संयोगः इति वाक्ये घटः अपि अवधिः पटः अपि अवधिः इति न. तत्र घटावधिकः पटसंयोगः इति वदामः चेत् पटे यः संयोगः अस्ति तस्य अवधिः घटः इति वक्तुं शक्नुमः. तद्वत् घटावधिकः घटसंयोगः इति अस्ति चेत् घटे यः संयोगः अस्ति तस्य अवधिः पटः इति वक्तुं शक्नुमः. तर्हि प्रतीतिवशात् एकस्याम् एव, यद्यपि संयोगः द्विनिष्ठः परन्तु एकस्मिन् तत्र प्रतीतिः यत् प्रतीतिना यत् सूच्यते तद्द्वारा एव वयम् अवधिः कः इति ज्ञातुं शक्नुमः, अपि च स च अवधिः एकः एव. सुनील् महोदय इदानीम् आगच्छति वा? इत्युक्ते संयोगः इति द्विनिष्ठः परन्तु तत्र एक अवधिगत्वमेव स्वीकरणीयमिति, इत्युक्ते प्रतिदिवसात् एकावधिः एव स्वीकरणीयमिति. हा, एकावधिः एव भासते खलु तत्र. सत्यं, तर्हि अग्रे महोदय. किन्तु संयोगस्य विभागस्य च एकावधिकत्वम् इति तु न वक्तव्यं, द्विनिष्ठत्वात् एकस्य संयोगस्य अवधिकत्वं तन्नाशकविभागोऽपि तथा द्विनिष्ठत्वात् एकस्य विभागस्य अवधिद्वयं. हस्तपुस्तकयोः विभागः यदा जायते हस्ताधिकरणकः विभागः प्रतीयते चेत् पुस्तकमेव अवधिः. पुस्तकावधिकरणकः विभागः प्रतीयते चेत् हस्तः एव अवधिः. एकस्यां प्रतीतौ एकं द्रव्यम् अधिकरणत्वेन भासते, अपरश्च द्रव्यम् अवधिकत्वेन भासते. तर्हि एकः एव अवधिः भासते किन्तु विभागस्य अवधिद्वयम् अस्ति द्विनिष्ठत्वात्. तादृशपदार्थद्वयनिष्ठविभागः तदुभयावधिकः अस्ति, आहत्य अवधिद्वयम् अस्ति किन्तु एकावधिकत्वं प्रतीयते. अत्र संयोगस्य विभागस्य च एकावधिकत्वम् इति तु न वक्तव्यम्, इत्युक्ते तत्र द्विनिष्ठत्वम् अस्ति अतः तत्र केवलं एकावधिकत्वम् इति न वक्तव्यम् इति. तत्र द्विनिष्ठत्वात् एकस्य संयोगस्य अवधिद्वयं द्विनिष्ठः इति कारणेन अत्र कश्चन संयोगः भवति, तत्र अवधिद्वयम् अस्ति इति वयमपि जानीमः. अत्र तन्नाशकविभागो अपि तदा द्विनिष्ठत्वात् एकस्य विभागस्य अवधिद्वयं संयोगस्य नाशकः अस्ति विभागः, तत्रापि विभागः अपि द्विनिष्ठः, तत्रापि अवधिद्वयम् अस्ति इति. अतः इदानीम् उदाहरणमस्ति, हस्तपुस्तकयोः विभागः यदा जायते, हस्ताधिकरणकः विभागः प्रदीयते चेत् पुस्तकमेव अवधिः, पुस्तकाधिकरणकः विभागः प्रदीयते चेत् हस्तक एव अवधिः. अतः हस्तपुस्तकयोः विभागः इति उदाहरणे हस्ताधिकरणकः विभागः इति स्वीकुर्मः चेत् तत्र पुस्तकम् एव अवधिः, पुस्तकाधिकरणकः विभागः प्रदीयते चेत् तत्र हस्तः एव अवधिः. अतः एकस्यां प्रतीतौ एकं द्रव्यम् अधिकरणत्वेन भासते, अपरञ्च द्रव्यम् अवधित्वेन भासते. अतः अत्र द्रव्यद्वयम् अस्ति, एकम् अधिकरणत्वेन भासते, अन्यः अवधित्वेन भासते इति. इत्युक्ते किञ्चित् इतोपि विवरणं करोति वा, तत्र उदाहरणमस्ति खलु तत् स्वीकृत्य. अतः अत्र हस्तपुस्तकयोः विभागः इति स्वीकृत्य एकरीत्या अत्र हस्ताधिकरणकः विभागः इति वदामः, तत्र हस्तः अधिकरणत्वेन भासते इति. अत्र पुस्तकम् अवधिः इति भासते. पुनः विपरीत्या अपि भवितुमर्हति, अतः पुस्तकम् अधिकरणकः इति विभागः इति प्रतीयते, तस्मिन् समये हस्तः अवधिः इति वदामः. अतः एकस्मिन् अवसरे एकं द्रव्यम् अधिकरणत्वेन भासते, तस्मिन् समये अपरं द्रव्यम् अवधित्वेन भासते इति. तर्हि एकः एव अवधिः भासते, किन्तु विभागस्य अवधिद्वयमस्ति द्विनिष्ठत्वात्. विभागः द्विनिष्ठः इति वयं जानीमः, अत्र अवधिद्वयम् अस्ति इति, परन्तु एकः एव अवधिः भासते. अत्र पूर्वं वयं यदा स्वीकृत्य एकं द्रव्यम् अवधिः, अन्यः अधिकरणः विभागः इति रीत्या, अत्र विभागः द्विनिष्ठः अवधिद्वयम् अस्ति चेदपि एकः अवधिः अन्यः विभागः इति अधिकरणकः इति स्वीकरणीयमिति. तदेव अधिकरणं खलु, अन्यत् भवति अधिकरणम् इत्युक्ते इदानीं हस्तपुस्तकयोः विभागः इति वदामः चेत् अत्र हस्तः अपि अवधिः इति भवितुम् इति भवति, पुस्तकमपि तथा, परन्तु प्रतिवर्षात् एकत्र अवधिः स्वीकरणीयम्, अन्यत्र तु एकत्र अवधिः स्वीकरणीयः, अन्यत्र तु अधिकरणम् इति स्वीकरणीयम्. एकस्मिन् समये एकः अधिकरणम् इति स्वीकुर्मः चेत् अन्यः अवधिः इति स्वीकुर्मः. तादृशपदार्थद्वयनिष्ठविभागः तदुभयावधिकः अस्ति. तादृशपदार्थद्वयनिष्ठविभागः तदुभयावधिकः अस्ति इत्युक्ते अत्र विभागः इति द्विनिष्ठः तादृशपदार्थे द्वे अपि अस्ति इति किल अत्र द्वे अपि अस्ति इत्युक्ते द्वौ अपि अवधिकः एकस्मिन् समये नास्ति परन्तु अत्र अधिकरणमपि अस्ति अवधिद्वयम् अस्ति खलु इति कृत्वा तत्र उभिभागः उभयावधिकः इति आहत्य अवधिद्वयम् अस्ति किन्तु एकावधिकत्वं प्रतीयते अतः अवधिद्वयम् अस्ति चेदपि केवलम् एकावधिकत्वमेव एकस्मिन् समये प्रतीयते सम्यक् तर्हि अग्रेषु कोन महोदय भवान् पठति वा अहं पठामि भगिनि तत्पूर्वं वयं अस्मिन् करपत्रे एव पठितवन्तः नियतावधिकत्वं नास्ति इति संयोगस्य विभागस्य च इदानीम् अवधिकत्वम् अस्ति इति अवधिः अस्ति इति वयं पठन्ति न तत्र पूर्वम् एतस्य करपत्रस्य इति अपि न पूर्वं यत् बृहत् करपत्रम् आसीत् तत्रापि वयं दृष्टवन्तः खलु तत्र नियतावधिकत्वं नास्ति संयोगविभागे परन्तु प्रतीतिवशात् अवधिः आरोप्यते इति ओ तत् आरोपणमेव वयं आरोपणमेव सत्यम् ओ अस्तु इदानीं तदर्थं विद्याधर्याम् उच्यते वक्ष्यमानविभागस्य द्रव्योत्पत्तिद्वितीयादिक्षणेषु जायमानस्यापि न निखिलावधिकत्वं किन्तु स्वनाश्यसंयोगाश्रय अवधिकत्वमेव हि नियमेन स्वीक्रियते स्वनाश्यसंयोगाश्रय अवधिकत्वमेव विभागो भवति विभागे भवति इत्येवं रीत्या नियम्यते विभागस्थले विद्याधर्याम् एवं दत्तमस्ति वक्ष्यमानविभागस्य इत्युक्ते इदानीं प्रायः संयोगस्य चिन्तनं प्रचलन् अस्ति तदनन्तरं विभागस्य विषये चर्चा भवति ततः अतः वस्तुतः पृथक् पृथक् स्थले स्मः ओ अस्तु तदनन्तरं विभागः हा वक्ष्यमान इत्युक्ते इदानीमेव विभागस्य विषये चर्चा भविष्यति तादृशविभाग विभागस्य विषये द्रव्योत्पत्ति द्वितीयक्षणेषु इत्युक्ते नैयायिकानां मतं वयं जानीमः एव प्रथमं द्रव्यम् उत्पादयति प्रथमक्षणे तद् निर्गुणं भवति तदनन्तरमेव तस्मिन् गुणाः आगच्छन्ति द्वितीयादिक्षणे इत्युक्ते प्रायः द्वितीयक्षणे वा तदनन्तरं वा गुणाः आगच्छन्ति तस्मिन् इति जायमानस्यापि तदेव इदानीं मया उक्तं न निखिलावधिकत्वं यद्यपि गुणाः तस्मिन् द्रव्ये जायते किन्तु तस्य निखिलावधिकत्वं नास्ति इति वयं चर्चितवन्तः निखिलावधिकत्वं यदि अस्ति चेत् तद् दोषः एव निखिलावधिकत्वं यस्य कस्यापि न भवति इति निखिलावधिकत्वं नास्ति किन्तु स्वनाश्यसंयोगाश्रय अवधिकत्वम् एव स्वनाश्यसंयोगाश्रय अवधिकत्वम् एव हि नियमेन स्वीक्रियते इति स्वनाश्यसंयोग आश्रय अवधिकत्वं संयोगः तु द्विनिष्ठः भवति उदाहरणार्थं हस्तपुस्तकम् इति स्वीकुर्मश्चेत् यदा वयं हस्तम् अधिकरणम् इति स्वीकृत्य पश्यामश्चेत् संयोगस्य आश्रयः भवति हस्तं तादृशं वयं पश्यामश्चेत् पुस्तकं तस्य संयोगस्य अवधिः भवति इति, तस्य नाशकः तस्य संयोगस्य नाशकः विभागः स्वनाश्य संयोगाश्रय अवधिकत्वम् एव हि नियमेन स्वीक्रियते. नियमेन स्वीक्रियते इत्युक्ते तद् अवधिकत्वमेव. यदा वयं पूर्वस्मिन् परिच्छेदे पठितवन्तः हस्तदृष्ट्या संयोगस्य अवधिकः पुस्तकं भवति, अपि च विभागस्य अवधिकः अपि पुस्तकं भवति इति वयं स्वीकुर्मः इति. स्वनाश्य संयोगाश्रय अवधिकत्वमेव विभागः भवति, विभागे भवति. ओ विभागे भवति. तादृश अवधिकत्वमेव यदा संयोगविषये वयं स्वीकुर्मः तादृश अवधिकत्वमेव विभागे अपि. यदा हस्तपुस्तकयोः मध्ये संयोगः अस्ति तदा वयं हस्तात् ऐ मीन् हस्तं स्वीकृत्य वयं पश्यामश्चेत् तस्य संयोगस्य पुस्तकं अवधिकम् अवधिः भवति. तादृशमेव यदा हस्तपुस्तकयोः मध्ये विभागः जायते हस्तं स्वीकृत्य हस्तं हस्ते किं वदामि हस्ते स्थित्वा वयं तस्य विभागस्य अवधिः किम् इति पश्यामश्चेत् पुस्तकमेव तस्य अवधिः भवति इति. अत्र स्वनाश्यसंयोगाश्रय अवधिकत्वम् इत्युक्ते किं, तस्य पदस्य किञ्चित् परिचयः करोतु. स्वं इति संयोगः वा न तृतीयविभक्तिन स्वेन नाश्यसंयोगाश्रय अवधिकत्वे. परन्तु स्वम् इत्युक्ते मम प्रश्नः अस्ति, स्वम् इत्युक्ते किम् अत्र? हा हा स्वम् इत्युक्ते अवधिकत्वं वा भगिनि? न हस्तपुस्तकयोः अन्य कोऽपि वक्तुं शक्नोति वा? किं चिन्तनमस्ति अत्र स्वम् इत्युक्ते किं भगिनि? विभागेन नाश्यः इति भवति किल? उत्तमं. स्वम् इत्युक्ते विभागः, विभागेन वदतु भगिनि. विभागेन नाश्यः संयोगः, संयोगस्य आश्रयः किमपि द्रव्यम् आश्रयः तस्य अवधिकत्वम् एव तस्य अवधिकत्वं विभागः नियमेन स्वीक्रियते, विभागे स्वीक्रियते. सत्यम् इत्युक्ते तत्र यत् शुकोनमहोदय उक्तवान् तदेव, इत्युक्ते हस्तपुस्तकयोः संयोगः इति अस्ति चेत् तत्र हस्तः अपि अवधिः पुस्तकमपि अवधिः इति वयं पूर्वं दृष्टवन्तः. इदानीं हस्तात् पुस्तकं विमुक्तम् इति अस्ति चेत्, विभक्तम् इति अस्ति चेत् अत्र विभागः इदानीं हस्तपुस्तकयोः मध्ये खलु, इत्युक्ते तत्र विभागः संयोगनाशकः गुणः अस्ति. विभागः इत्युक्ते हस्तपुस्तकयोः मध्ये यः संयोगः आसीत् तस्य नाशं करोति विभागः. इदानीं यदा हस्तात् पुस्तकं विभक्तं तर्हि हस्तपुस्तकयोः संयोगः तस्य इदानीं नास्ति, तस्य नाशः अभवत् इति कृत्वा तत्र इदानीं विभागस्य विषये चिन्तनं कुर्मः चेत् विभागस्य अवधिः किम् इति प्रश्ने सति, कः इति प्रश्ने सति, तत्र हस्तः वा भवति अथवा पुस्तकं वा भवति. इत्युक्ते तत्र संयोगस्य अवधिः यदासीत् पूर्वं तदेव इदानीं विभागस्य अपि अवधिः इति भवति. नूतन अवधिः इति किमपि न आगच्छति. इत्युक्ते यस्य संयोगस्य नाशं करोति विभागः, तस्य संयोगस्य अवधिः यद् आसीत् पूर्वं तदेव विभागस्यापि अवधिः इति भवति. स्पष्टं वा भगिनी? भवती उक्ति यस्य संयोगस्य नाशः भवति विभागः इति, किन्तु अत्र पुनः संयोगः भवति इति किल? अत्र विभागस्य नाशः एव. न, संयोगस्य नाशः खलु, स्वेन नाश्यः संयोगः. इत्युक्ते प्रथमं संयोगः आसीत्, हस्तपुस्तकयोः संयोगः आसीत्, इदानीं तस्य विभागः अभवत्. इत्युक्ते हस्तात् पुस्तकं पतितमिति चिन्तयतु, तर्हि हस्तात् पुस्तकात् पुस्तकं विभक्तम् इति वक्तुं शक्नुमः. इदानीं तस्य विभागस्य अवधिः कः इति प्रश्ने सति, हस्तः वा भवति नो चेत् पुस्तकं वा भवति, यत् पूर्वं संयोगस्य अवधिः आसीत्, नूतनं किमपि न आगच्छति. तदेव स्वनाश्य संयोगाश्रयः अवधिः. इत्युक्ते स्वेन इत्युक्ते विभागेन नाश्यः यः संयोगः, तस्य आश्रयः आश्रयावधिकत्वम् एव विभागे अपि भवति. इत्युक्ते संयोगस्य विभागः क्षम्यताम् अवधिः यदासीत् तदेव विभागस्य अपि अवधिः भवितुम् अर्हति इति. अवगतवान्. अस्तु, अग्रे महोदय. तस्मिन् परिच्छेदे एव वा? पृथक्त्वं द्वितीयादिक्षणे जायमानं स्व आश्रय समवायीकारणपरम्परायां परमाण्वन्तं यन्मूर्तिं तद् अतिरिक्त अवधिकत्वमेव जायते. ध्येयं यत् अत्र पृथक्त्वस्य तद् अतिरिक्तावधिकत्वं भवति. अवयवपरम्परायां घटस्य तत् अवधिकं पृथक्त्वं न सम्भवति. तद्विहाय तत्तत् अवधिकत्वं पृथक्त्वे सर्वत्र. इदानीं पृथक्त्वविषये किञ्चित् वक्ष्यति, वदति, पृथक्त्वं द्वितीयादिक्षणे जायमानं स्व आश्रय समवायीकारणपरम्परायां परमाण्वन्तं यन्मूर्तिं तद् अतिरिक्त अवधिकत्वमेव जायते. इत्युक्ते पृथक्त्वस्य अवधिः तद् अतिरिक्त अवधिकम् एव जायते. आम्, पृथक्त्वस्य विषये का गतिः इति वयं चिन्तयामश्चेत्, द्वितीयादिक्षणे इति वयं अवगच्छन्ति, द्वितीयादिक्षणे एव गुणाः द्रव्ये आगच्छन्ति इति. जायमानं स्व आश्रय समवायीकारणपरम्परायाम् इत्युक्ते यदा एकः पदार्थः उत्पादयति तत्तु स्वस्य समवायीकारणे एव आश्रयं भवति. यदा घटः इति स्वीकुर्मश्चेत् तत्तु कपाले एव आश्रितं भवति. तस्य आश्रयः कपालौ कपालः भवति इति. तादृश कपालस्य आश्रयः तु कपालिका भवति. तादृशं वयं गच्छामश्चेत् परमाण्वन्तं अन्ततो गत्वा परमाणु पर्यन्तं वयं गच्छामः. तत् परम्परा विहाय तद् अतिरिक्त अवधिकत्वमेव अवधिकमेव जायते. इत्युक्ते यदा वयं घटः उत्पादयति इति स्वीकुर्मश्चेत् तस्मिन् द्वितीयक्षणे पृथक्त्वम् इति गुणः आगच्छति. किन्तु तस्य पृथक्त्वस्य अवधिः स्वपरम्परा अवयवपरम्परा परमाण्वन्तं ये अवयवाः सन्ति तद्विहाय एव अन्यत् अन्यान् अन्याः पदार्थाः ये ये सन्ति पृथक्त्वं तत् अवधिकं भवति इति तद् समीचीनमेव किल भगिनि? हा समीचीनम् इत्युक्ते घटस्य तर्हि तत्र पर्यवसितं किम् इत्युक्ते घटे पृथक्त्वमस्ति तस्य इदानीम् अवधिविषये का गतिः इत्युक्ते स्वपरम्परा विहाय अनेक अवधिकत्वम् अस्ति इति उत्तमम् इत्युक्ते इदानीं विभागस्य उभयावधिकत्वम् उभयावधिकम् इति विभागम् इत्युक्ते उभयावधिकम् विभागः उभयावधिकः इति वयं दृष्टवन्तः संयोगः अपि तथा परन्तु पृथक्त्वम् अस्ति अनेकावधिकम् इति अनेकावधिकत्वं केवलं तस्य स्व आश्रयपरम्परा विहाय एव अवधिकम् अस्ति इति अन्यपदार्थाः तस्य अवधिः अवधिः भवन्ति इति उत्तमम् आम् ध्येयं यत् अत्र पृथक्त्वस्य तद् अतिरिक्त अवधिकत्वं भवति तद् अतिरिक्त इत्युक्ते स्व परम्परा विहाय अन्यस्य अवधिकत्वं भवति इति अवयवपरम्परायां घटस्य तद् अवधिकं पृथक्त्वं न भवति तद्विहाय तत्तद् अवधिकत्वं पृथक्त्वे सर्वत्र भवति इति तद् इदानीमेव वयं दृष्टवन्तः तदेव इदानीं वयं चिन्तितवन्तः इति सत्यं तावदेव तर्हि अग्रे रामप्रिया भगिनी भवती पठति वा? आं भगिनि विभागस्य अपि अवयवपरम्परायां यद् यदन्मूर्तं तद् अतिरिक्त अवधिः सम्भवति वैलक्षण्यमस्ति यत् द्रव्ये पृथक्त्वम् एकमेव तस्य च एते सर्वे अवधयः भवन्ति विभागस्य एते सर्वे अवधयः सम्भवन्ति किन्तु एकस्य विशिष्टविभागस्य अवधिद्वयम् एव भवति विभागस्य अपि यदा पृथक्त्वस्थले दृष्टवन्तः विभागस्य अपि अवयवपरम्परायां यत्यन्मूर्तं तदतिरिक्त अवधिः सम्भवति तत्र अपि स्व अवयव स्व आश्रय समवायीकारणपरम्परायाम् अतिरिक्त अवधिः सम्भवति इति अस्ति वैलक्षण्यम् अस्ति यत् द्रव्ये पृथक्त्वम् एकमेव तस्य च एते सर्वे अवधयः भवन्ति यदा पृथक्त्वस्थले वयं दृष्टवन्तः घटः पटात् पृथक् इति तत्र घटः इति एकमेव घटः पृथक् इति एकमेव अस्ति परन्तु अवधयः बहवः सन्ति इति घटः पटात् पृथक् घटः गृहात् पृथक् घटः भूतलात् पृथक् इति अवधयः बहवः सन्ति इति दृष्टवन्तः विभागस्य एते सर्वे अवधयः सम्भवन्ति किन्तु एकस्य विशिष्टविभागस्य अवधिद्वयम् एव भवति विभागस्य तु अवधयः सम्भवन्ति एते सर्वे अवधयः इत्युक्ते अवयवपरम्परायाम् इति वा अत्र प्रथमं विभागस्य विषये यद्वाक्यमस्ति तत्र अस्ति सम्भवति इति परन्तु पृथक्त्वस्थले भवन्ति इति अस्ति किमर्थं तथा निश्चयेन भवन्ति अवधयः बहवः निश्चयेन भवन्ति इति सन्ति इति भवन्ति इति अस्ति सम्भवन्ति इत्युक्ते तस्य अनुमानान एकक्षणं भगिनि रामप्रिया भगिनी भवती वदतु सम्भवन्ति इत्युक्ते तस्य सम्भावना अस्ति भवितुमपि अर्हन्ति नापि इति सत्यम् इत्युक्ते अत्र पृथक्त्वं तु एकमेव, तस्य अवयवपरम्पराम् अवयवपरम्परायां यद् मूर्तद्रव्यमस्ति तान् विहाय अन्ये सर्वे तु तत्र अवधयः इति तु सन्ति एव, तत्र प्रश्नः एव नास्ति सर्वदा. परन्तु विभागस्य स्थले तथा इत्युक्ते हस्तः हस्तपुस्तकयोः विभागः इत्युक्ते तत्र पुस्तकम् इति अवधिः भवितुम् अर्हति भवति. परन्तु इदानीं हस्त पेटिका तयोः मध्ये तत्र विभागः भवति चेत्, हस्तः अपि च पेटिका, इदानीं तत्र अवधिः अस्ति पेटिका न तु पुस्तकम् इति कृत्वा अन्यत्र सर्वत्र तत्र अवधिः इति सम्भावना अस्ति. परन्तु तस्मिन् सन्दर्भे विशिष्टविभागः कः इति दृष्ट्वा तस्य अवधिः कः इति एव वक्तुं शक्नुमः. सर्वदा तत्र पुस्तकमपि अवधिः, पेटिका अपि अवधिः इति तथा न वक्तुं शक्नुमः विभागस्य प्रसङ्गे. परन्तु पृथक्त्वस्य स्थले तु तथा. अपि च भगिनी अहं चिन्तयामि, द्वितीयक्षणे पृथक्त्वम् आगच्छति. यदा पृथक्त्वम् आगच्छति तस्मिन् क्षणे एव प्रायः तस्मिन् तृतीय तस्य अग्रिमक्षणे अवधिकत्वम् अपि आगच्छति, अनेक अवधिकत्वम् अपि आगच्छति स्वपरम्परा विहाय. किन्तु विभागस्य अपि च संयोगस्य विषये यदा संयोगः जायते तदा एव अवधिकत्वम् इति वयं कल्पयितुं शक्नुमः किल? हा सत्यं, तदेव उक्तं खलु. इत्युक्ते इदानीं इदानीं विषयः कः इत्युक्ते हस्तपुस्तकयोः संयोगः वा विभागः वा यत्किमपि भवतु, नो चेत् हस्त आसन्दः तयोः मध्ये वा इति, तत्र दृष्टान्तः कः इदानीं प्रतीतिः कः इति दृष्ट्वा तेन आधारेणैव वक्तुं शक्नुमः. सर्वदा तत्र विभागस्य अवधिः पुस्तकम् इति वक्तुं न शक्नुमः. परन्तु हस्तस्य हस्ते विद्यमानः विभागः तस्य अवधिः पुस्तकम् इति सर्वदा वक्तुं न शक्नुमः. केवलं हस्तपुस्तकयोः विभागः भवति चेदेव तदा वक्तुं शक्नुमः. परन्तु हस्ते विद्यमानं पृथक्त्वम् इति स्वीकुर्मः चेत् पुस्तकं सर्वदा तस्य अवधिः भवति. आमामाम्. अपि च यदा पुस्तकं जायते इति वयं चिन्तयामश्चेत् तत्र द्वितीयक्षणे संयोगः न जायते. यदा अन्यस्य कृते तस्य संयोगः संयुक्तः भवति तदा एव संयोगः जायते इति. किल भगिनि? भगिनि श्रूयते वा? भगिनी अस्ति वा? भगिनि श्रूयते. किं वदतु पुनः, अहं न शृणोमि. प्रायः महोदयस्य एव श्रूयते, मां न श्रूयते वा? अस्तु, अहं किम् उक्तवान् आसीत् इत्युक्ते पृथक्त्वम् इति गुणः यदा पुस्तकं जायते तस्मिन् तद् अग्रिमक्षणे द्वितीयक्षणे एव तस्मिन् जायते, किन्तु संयोगः अपि च विभागः तादृशं नास्ति. यदा तस्मिन् क्रिया जायते तदा एव संयोगः जायते अन्यस्य कृते इति. सत्यं, तदपि अस्ति. अस्तु भगिनि, तर्हि रामप्रिया भगिनी अग्रे अपि पठति अत्र करपत्रं समापयतु कृपया. आं भगिनि. कुत्र तादृशसा अवधिकगुणस्य प्रतीतिः सम्भवति, अपि च तस्य गुणस्य किं किम् अवधिकत्वम् अनयोः प्रश्नयोः अर्थभेदो वर्तते. पृथक्त्वं विभागः संयोगः इत्येषां प्रतीतिः कुत्र भवति कुत्र न भवति इति विषये त्रयाणामपि गुणानां साम्यम्. यत्र पृथक् आश्रय आश्रितत्वं द्वयोः द्रव्ययोः तत्र पृथक्त्वं भवति. तत्र च संयोगो जायते तत्र च विभागो जायते. पृथक् आश्रय आश्रितत्वं नास्ति चेत् न पृथक्त्वस्य न वा संयोगस्य न वा विभागस्य प्रतीतिः जायते. किन्तु तस्य अर्थः एवं नास्ति यत् त्रयाणामपि गुणानाम् अवधिकत्वविषये साम्यं स्यात्. इदानीं त्रयाणां गुणानाम् इत्युक्ते पृथक्त्वं संयोगः विभागः तयोः तेषां मध्ये साम्यं भिन्नता इति किम् इति. प्रथमं कुत्र तादृश अवधिकगुणस्य प्रतीतिः अवधिः विषये कुत्र भवति अवधिकगुणस्य प्रतीतिः कुत्र सम्भवति किम् अवधिकं तस्य गुणस्य किम् अवधिकत्वम् इति द्वयोः प्रश्नयोः अर्थभेदः वर्तते. इत्युक्ते प्रथमम् अस्ति तादृश स अवधिकगुणस्य प्रतीतिः सम्भवति इति विभागसंयोगस्य विषये. आम् कुत्र अस्ति इति स अवधिकगुणः कुत्र अस्ति इति प्रथमं. तस्य गुणस्य किम् अवधिकत्वम् इति पृथक्त्व स्थले किम् अवधिकत्वम् इति अनयोः प्रश्नयोः अर्थभेदः. पृथक्त्वं विभागः संयोगः इत्येषां प्रतीतिः कुत्र भवति कुत्र न भवति इति त्रयाणामपि गुणानां साम्यं किम् अस्ति इत्युक्ते कुत्र भवति विभागः संयोगः पृथक्त्वम् इति गुणानां कुत्र किं भवति इत्येषां प्रतीतिः कुत्र भवति कुत्र न भवति इति विषये त्रयाणाम् अपि गुणानां साम्यम्. अवधिः इति एव किल न तत्र अवधिः इति विषये तत्र वैलक्षण्यम् अस्ति खलु. तर्हि साम्यं कुत्र अस्ति प्रतीतिः कुत्र भवति कुत्र न भवति इति विषये त्रयाणामपि गुणानां साम्यं. पृथक्त्वं संयोगः विभागः त्रयाणां साम्यं कुत्र भवति कुत्र न भवति. अग्रिमवाक्यं पठतु भगिनि. यत्र पृथक् आश्रय आश्रितत्वं द्वयोः द्रव्ययोः तत्र पृथक्त्वं भवति. ओहो अवगतं क्षम्यतां. पृथक् आश्रय आश्रितत्वम् अस्ति चेत् द्वयोः द्रव्ययोः मध्ये तत्र पृथक्त्वम् अपि भवति संयोगः अपि भवति विभागः अपि भवति तत्र गुणानां त्रयाणां गुणानां साम्यं भवति. यदा पृथक् आश्रय आश्रितत्वं नास्ति चेत् पृथक्त्वं वा संयोगः वा विभागः वा त्रयाणां गुणाना त्रिषु क्षम्यतां गुणत्रयमपि न सम्भवति तत्रापि साम्यम् अस्ति. परन्तु तस्य अर्थः एवं नास्ति यत् त्रयाणामपि गुणानाम् अवधिकत्वविषये अवधिकत्वविषये तु त्रयाणां गुणानां साम्यं नास्ति. इत्युक्ते पृथक्तस्वले स्थले अनेक अवधिकत्वं संयोगः विभागः द्विनिष्ठः उभयावधिकत्वम् अस्ति इति प्रतीतिवशात् एकावधिकत्वम्. संयोगः अपि भवति विभागः अपि भवति परन्तु भगिनी सम्यक्तया न श्रूयते. हा इदानीं सम्यक् वा इदानीम् आम् आम् आम् हा हा न न एतदेव उक्तवती इत्युक्ते तत्र तत्र भेदः साम्यम् अस्ति इति कृत्वा तत्र अवधिः अपि समानम् इति नास्ति, अवधिः अपि समानः इति नास्ति. उत्तमं तर्हि भगिनी तत्र पुस्तके किञ्चित् विभागे मध्ये मध्ये ध्वनिः किञ्चित् सम्यक्तया न आगच्छति भगिनि. अस्तु भगिनि अहं किञ्च विभागे इति किल किञ्च विभागे श्रुतं भगिनि, पुनः वदतु कुत्र. नवनवतितमे पुटे तत्र नवनवतितमे पुटे अन्तिमपरिच्छेदः अस्ति खलु पृथक्त्वस्य विषये किञ्च विभागे इति. आमामां तत्पूर्वं भगिनि अस्मिन् परिच्छेदे यत्र पृथगाश्रय आश्रितत्वं द्वयोः द्रव्ययोः तत्र पृथक्त्वं भवति इति तत्र किञ्चित् क्लेशः अस्ति मम. पृथक्त्वम् इति गुणः अग्रिम यदा एकः पदार्थः जायते तस्मिन् तत् तत् अग्रिमक्षणे एव जायते किल, द्वयोः द्रव्योः इति न पृथक् इति वदामः चेत् कस्मात् इति प्रश्नः भवति. तर्हि पृथक् इति वदामः इति कृत्वा तत्र द्वयोः पदार्थयोः इति अस्ति, परन्तु पृथक्त्वम् इति गुणः द्वितीयक्षणे जायमानमेव जायमानः एव. आं भगिनि, किञ्च विभागे विभिन्नदेशव्यापिमूर्तवृत्तिपृथक्त्वे च विस्पष्टं प्रतीयमानम् अवधित्वं वेदीयप्रतियोगिता च तादात्म्यादि अनेकपदार्थज्ञानादीनज्ञानविषयः इति अनयोः विषययोः चिन्तनेऽपि पृथक्त्वम् अतिरिक्तगुणः इति प्राचीनानाम् आशयः न स्थूलबुद्ध्या विचारणीयः इति तावत् मम प्रतिभाति इति दिक्. विभाग विषये विभिन्नदेश एतत्तु पृथक्त्वविषये किल. सत्यं विभिन्नदेश व्यापिमूर्तवृत्तिपृथक्त्वं च विस्पष्टं प्रतीयमानम् अवधित्वं, तत्र तु पृथक्त्वस्थले विभिन्नदेशव्याप्ति इत्युक्ते भिन्नदेशव्याप्तित्वम् अस्ति मूर्त द्रव्ययोः मध्ये, अपि तु विस्पष्टं प्रतीयमानम् अवधित्वम् एकक्षणं भगिनि एकक्षणं तत्र मूर्तवृत्तिपृथक्त्वे इति अस्ति खलु, इत्युक्ते किं पृथक्त्वे इत्युक्ते सप्तमी पृथक्त्वे मूर्तद्रव्यम् इत्युक्ते घटः पटात् पृथक् इति वदामः चेत् भिन्नदेशे स्तः मूर्तद्रव्यं तत्र मूर्तवृत्तिपृथक्त्वे इति अस्ति खलु वृत्ति इति पदस्य वृत्तित्वं पृथक्त्वे अस्ति इति न मूर्तवृत्तिपृथक्त्वं खलु मूर्तवृत्तिपृथक्त्वम् इत्युक्ते किं तत्र तत्र विभिन्नदेशव्यापिमूर्तवृत्तिपृथक्त्वम् इत्युक्ते तत्र कीदृशपृथक्त्वम् इत्युक्ते विभिन्नदेशव्यापिमूर्तवृत्ति इति पृथक्त्वं खलु इति हा विशेषणं. तर्हि इदानीं विभिन्नदेशव्यापी इत्युक्ते सम्यक्तया भवती उक्तवती, विभिन्नदेशव्यापिमूर्तवृत्ति इत्युक्ते किम् मूर्त इत्युक्ते मूर्तद्रव्यं वृत्ति वृत्ति इत्युक्ते विद्यमानं वृत्तित्वम् इति विद्यमानं पृथक्त्वं विद्यमानं पृथक्त्वं उत्तमम् इत्युक्ते भिन्नदेश भिन्नदेशे यद् द्रव्यम् अस्ति तस्मिन् मूर्तद्रव्ये विद्यमानं पृथक्त्वम् अपि च विभागः खलु विभागे अपि च पृथक्त्वे विभागे विस्पष्टं प्रतीयमानम् अवधित्वं तत्र अवधित्वम् इति विस्पष्टम् इत्युक्ते स्पष्टतया तत् प्रतीयमानम् अस्ति तस्य ज्ञानं स्पष्टतया अवधित्वस्य ज्ञानं स्पष्टतया वयं ज्ञातुं शक्नुमः पृथक्त्वस्थले इति किल अपि च विभागस्थले विभागस्थले इति वयं जानीमः तदा तत्र अवधिः स्फुटं प्रतीयति भेदीयप्रतियोगिता योगिता च तादात्म्यादि अनेकपदार्थज्ञानादीन ज्ञानविषयः परन्तु यत् भेदीय इत्युक्ते अन्योन्यभावः विषये तत्र प्रतियोगिता तद् च भेदीयप्रतियोगिता च तादात्म्यादि अनेकपदार्थज्ञानादीन ज्ञानविषयः तत्र तु वयं यदा विभाग क्षम्यतां पृथक्त्वस्थले विस्पष्टं प्रतीयमानम् अवधित्वं तत्र तद् नास्ति वयं तादात्म्यादि अनेकपदार्थ तादात्म्यादि इत्युक्ते तादात्म्यसम्बन्धम् आदि अनेकपदार्थज्ञानं ज्ञानादीनज्ञानविषयः इत्युक्ते यदा अवच्छेदः किमपि अन्यविषयाः चिन्तनं विषययोः चिन्तनं भवति भगिनि एकवारं वदतु तत्र मध्ये किञ्चित् श्रुतं भगिनि तत्र एव तत्र तादात्म्यादिसम्बन्धः इति उक्तवती खलु तस्मात् न श्रुतम् आम् तादात्म्य भेदीयप्रतियोगिता इति तस्मिन् स्थले भेदीय भेदस्थले तु प्रतियोगिता अनन्तरं तादात्म्यादि इत्युक्ते तादात्म्यसम्बन्ध इत्यादि अनेकपदार्थज्ञानं अनन्तरं यदा अवच्छेदः इति ज्ञानं सर्वम् आवश्यकम् विषय इत्यनयोः विषययोः चिन्तने अपि पृथक्त्वम् अतिरिक्तगुणः इति प्राचीनानाम् आशयः न एतद् भिन्नता अस्ति चेदपि पृथक्त्वम् अतिरिक्तगुणः इति ओ इति न वा न तत्र न स्थूलबुद्ध्या न तु प्राचीनमासेव सत्यं एतत् बहु बृहत् बृहत् करपत्रं पठित्वा तेषाम् आशयः नास्ति इति अहं चिन्तितवती सत्यं न स्थूलबुद्ध्या विचारणीयः तेषाम् आशयः एतदेव पृथक्त्वम् अतिरिक्तगुणः इति न स्थूलबुद्ध्या विचारणीयः इत्युक्ते तावदेव अलम् इति इत्युक्ते तत्र किञ्चित् गम्भीरचिन्तनम् अपेक्षितं तस्मिन् विषये तदेव इदानीं कृतवन्तः एतत् तु अलम् इति तत्र देवदत्तमहोदयेन कथ्यते सत्यम् भगिनी अस्तु एतावत्पर्यन्तं सम्यक् प्रश्नः अस्ति वा एकः प्रश्नः अस्ति विभिन्नदेशव्यापिमूर्तवृत्तिपृथक्त्वे इति दत्तमस्ति किल तत्र मूर्तवृत्तित्वम् एव तत्र विवक्षा अस्ति किमर्थं अन्यत् परमाणु एतत् सर्वं तत्र त्यक्तमस्ति इत्युक्ते परमाणुषु पृथक्त्वम् इति गुणः नास्ति इति वा प्रायः विस्पष्टं नास्ति इति वा तत्र सत्यं इत्युक्ते तत्र पूर्वमपि वयं परमाणुविषये अपि किञ्चित् चिन्तनं कृतवन्तः खलु तत्र स्वतन्त्रक्रिया इति तत्सर्वम् अस्ति तदर्थमेव तत्र संयोगः जायते तत्र तु वयं तत्र वक्तुं न शक्नुमः इति तत् वाक् तद् प्रथमवाक्यम् अस्मिन् पुटे प्रथमवाक्यं पश्यति चेत् तत्र तथा इदं पृथक्त्वमपि द्वितीयादिक्षणे जायमानं स्वाश्रयसमवायिकारणपरम्परायां परमान्वन्तं यद्मूर्तं तदतिरिक्तमेव जायते इति स्वीकारात् इति कृत्वा तत्र परमाणुः मध्ये तत्र संयोगः कथं भवति इति सर्वं वयं चिन्तितवन्तः इति तत्र इति कृत्वा तत्र विस्पष्टम् अपि च तत्र मूर्तद्रव्यम् अपि च विभुद्रव्यं तयोः मध्ये अपि वयं चिन्तनं कृतवन्तः तत्र उपाधिभेदात् तत्र भवति इति सर्वं तत्र लक्षणवाक्यं पश्यामः चेत् वस्तुतः सर्वद्रव्यं वृत्ति इति एव अस्ति तत्र पृथक्त्वव्यवहारसाधारण हा इत्युक्ते तत्र सर्वद्रव्येषु अस्ति परन्तु अत्र तु तत्र अवधिः इति वयं विषये चिन्तयामः चेत् तत्र विभिन्नदेशव्यापिमूर्तद्रव्ये अवधिः तत्र स्फुटं प्रतीयते खलु अन्यत्र तु तत्र उपाधिः इति किञ्चित् कल्पना करणीया इति एव अस्तु अन्यप्रश्नः अस्ति वा एकः लघुप्रश्नः अस्ति वदतु महोदय अत्र यदा वृष्टिः भवति किल अत्र आकाशे वृष्टिजलम् आकाशे एव भवति तदनन्तरं पतति तत्र विभागः वा पृथक्त्वं वा अहं चिन्तितवान् विभागः इति परन्तु तत्र एव उत्पत्तिः भवति इति कारणेन वस्तुतः आकाशे अपि वृष्टिः वृष्टेः उत्पादनम् आकाशे इति वक्तुं न शक्नुमः खलु मेघे एव अस्ति वस्तुतः उत्पादनं परन्तु तत्र अस्माकं प्रत्यक्षरीत्या इत्युक्ते व्यवहाररीत्या वयं पश्यामः अत्र आकाशे आकाशात् पतति इति किल अत्र हा हा हा हा सत्यम् आकाशात् पतति इति तत्र तु विभागः इति एव स्वीकरणीयः खलु इति एव अहं चिन्तयामि यतोहि तत्र पञ्चमीविभक्तिप्रयोगः अपि अस्ति पञ्चमीविभक्तिप्रयोगः अपि च तत्र आकाशे अथवा मेघे यत्किमपि स्वीकुर्मः तत्र तु इदानीं जलम् अस्ति संयुक्तमस्ति तस्मात् इदानीं तस्य विमुक्तं भवति तदनन्तरमेव पतति खलु अतः तत्र पृथक्त्वं नास्ति इति मम चिन्तनमपि तदेव केवलं तदेव अहमपि चिन्तयामि अन्ये किं चिन्तयन्ति अवगतवान् भगिनि न प्रश्नः अस्ति यदा आकाशात् वृष्टिः जलं पतति तत्र आकाशवृष्टिजलमध्ये विभागः वा पृथक्तं वा इति आकाशे पृथक्त्वम् अस्ति तत् नित्यमस्ति अपि च विभुः अस्ति यदा वृष्टिः जायते तस्मिन् द्वितीयक्षणे एव पृथक्त्वम् आगच्छति तस्मिन् तदनन्तरं तयोः मध्ये संयोगः भवति तदनन्तरं विभागः अपि भवति सत्यम् इत्युक्ते यदा आकाशात् जलं पतति तस्मिन् समये तत्र विभागः इति एव खलु आकाशात् यदा जलं यदा वृष्टिः जायते तदा एव किमर्थं तदा एव संयोगः अपि जायते आकाशवृष्टिजलयोः मध्ये किमर्थमित्युक्ते आकाशः विभुः इति कारणात् तदनन्तरं यत्र विभागः जायते खलु अपि च विभागः अपि तदा एव जायते यतोहि आकाशात् तत्र भूमिं प्रति वृष्टिजलम् आगच्छति खलु आम् किन्तु कुत्र एकस्मिन् देशे एव वृष्टिः जायते किल ततः अधः पतति तदा एव विभागः जायते यदा एकस्मिन् देशे वृष्टिः जायते तत्र संयोगः भवति आकाशवृष्टिजलयोः मध्ये, तदनन्तरं तस्मात् विभागः जायते. सत्यं सत्यं, हा तदेव मम चिन्तनमपि. हा यतोहि तत्र विभागस्य कृते तस्य पूर्वं संयोगः तु आवश्यकः एव. तर्हि प्रथमं तत्र वृष्टिजलं यदा आकाशे गच्छति मेघरूपेण वा यत्किमपि भवतु, तर्हि तत्र प्रथमं संयोगः भवति, तदनन्तरं विभागः भवति. यदा विभागः भवति तदा तद् भूमिं प्रति पतति. आम् संयोगः भवेत् एव, तदनन्तरमेव विभागं भवितुम् अर्हति. सत्यं सत्यं, सम्यक्. तर्हि इदानीं संयोगनिरूपणम् इति अग्रिमगुणः संयोगः इति तं प्रति गच्छेम. तर्हि पुष्पा भगिनी भवती पठति वा? संयोगनिरूपणं, संयोगनिरूपणं, संयोगं क्रमप्राप्तं लक्षयति. संयुक्तव्यवहारहेतुः संयोगः सर्वद्रव्यप्रवृत्तिः इति. आदौ वियुक्तयोः हस्तयोः क्रियावशात् संयोगाख्यः गुणः उत्पद्यते. एकवारं वदामि. आदौ वियुक्तयोः हस्तयोः क्रियावशात् संयोगाख्यः गुणः उत्पद्यते. तं च संयोगं ज्ञात्वा इमौ संयुक्तौ इति शब्दप्रयोगरूपः व्यवहारः भवति. तेन च शब्दप्रयोगेण जिज्ञासवः प्रतिपद्यन्ते हस्तौ संयुक्तौ इति. अस्तु, अत्र आदौ युक्तयोः हस्तयोः क्रियावशात् संयोगाख्यः, संयोगाख्यः अर्थः किम्? संयोगः इति गुण इति इत्युक्ते संयोगनाम नाम गुणः. संयोगनामगुणः, वियुक्तयोः हस्तयोः, वियुक्तयोः तु प्रयोगहस्तौ न वियुक्तयोः हस्तयोः इत्युक्ते किम्? अन्य कोऽपि सहायं कर्तुं शक्नोति वा? सुनील् महोदय, भवान् किञ्चित् वदति वा? हस्तद्वयमस्ति अत्र, द्वयोः मध्ये विभागः भवति. विभागः भवति इति न, तत्र विभागः अस्ति इत्युक्ते तत्र तस्य तत्तु हस्तद्वयमपि तत्र संयुक्तं नास्ति पूर्वम्. अस्तु, अस्तु, वियुक्तयोः हस्तयोः क्रियावशात् कार्यं कर्तुं संयोगः गुणः उत्पद्यते. द्वे कार्यं कर्तुम् इति न, एकक्षणं भगिनि, कार्यं कर्तुम् इति न, क्रियावशात् इत्युक्ते किं? तत्र हस्तद्वयम् अस्ति, हस्तद्वयम् अस्ति, अस्तु. तत्र प्रथमं भवत्याः हस्तद्वयम् इति चिन्तयतु. एकः हस्तः तु दक्षिणदिशाम् अस्ति, अन्यत्तु वामतः अस्ति. इदानीं क्रियावशात् इत्युक्ते हस्ते काचित् क्रिया जाता, तत्समये संयोगः गुणः उत्पद्यते. एकक्षणं भगिनि, एकक्षणम्. इदानीं हस्ते काचित् क्रिया जाता, तया क्रियया इदानीम् एकः हस्तः द्वितीयहस्तेन सह संयुक्तः भवति. तदानीं संयोगः नाम गुणः उत्पद्यते इत्युक्ते संयोगः नाम गुणः क्रियावशात् उत्पद्यते इति. तं च संयोगं ज्ञात्वा इमौ संयुक्तौ इति शब्दप्रयोगरूपः व्यवहारः भवति. संयोगः इदु तं संयोगम् अस्ति इति ज्ञानं वयं अस्ति वयं चिन्तति चिन्तितः न चिन्तितः तत्समये इमौ युक्तौ इति शब्दप्रयोगरूपः इमौ संयुक्तौ. एकक्षणं, तत्र व्यवहारः तत्र लक्षणवाक्यं तत्र व्यवहारः गुणः. भगिनि एकक्षणम् तत्र अस्माकं लक्षणवाक्यं प्रति गच्छेम तत्र संयुक्तव्यवहारहेतुः संयोगः इति अस्ति खलु, तत्र व्यवहारः इत्युक्ते किम्? व्यवहारः तु द्वे न व्यवहारः इति पारिभाषिकशब्दः, शब्दप्रयोगरूपः व्यवहारः. इतोपि किञ्चित् वक्तव्यं खलु, तत्र अन्य कोऽपि स्मरति वा? संयोगं न व्यवहारः. व्यवहारः इत्युक्ते किम् इति रामप्रिया भगिनी भवती स्मरति वा? एकक्षणं भगिनी, पुष्पा भगिनी क्षम्यतां, किञ्चित् हा रामप्रिया भगिनी वदतु. ज्ञानजनकशब्दप्रयोगः व्यवहारः. ज्ञानजनकशब्दप्रयोगः व्यवहारः इति वयं इदानीं करपत्रेण पुस्तके द्रष्टुं मम ब्रेन् डजन्ट् होल्ड् इट्. एकक्षणं भगिनी क्षम्यतां, किञ्चित् शृणोतु. तत्र व्यवहारः इत्युक्ते ज्ञानजनकशब्दप्रयोगः खलु, इत्युक्ते संयोगम् इति ज्ञात्वा, इत्युक्ते संयोगः इति कश्चन गुणः अस्ति इति कृत्वा तेन आधारेण इदानीं हस्तौ द्वौ संयुक्तौ इति वयं इति ज्ञानं वयं प्राप्तुं शक्नुमः इति एव तत्र संयोगस्य विवक्षा अस्ति. तत्र किञ्चित् पुनस्मरणरूपेण 33 पुटे गच्छेम, त्रित्रिंशत्तमे पुटे तत्र ज्ञानस्य विषये किञ्चित् वयं पूर्वमपि दृष्टवन्तः. तत् किञ्चित् पठति वा तत्र इत्थं हि सम्प्रदाये इति, तस्मात् आरभ्य किञ्चित् पठतु. इत्थं च विषयतरूपा प्रभा. एकक्षणम्, इत्थं हि सम्प्रदाये इत्थं हि सम्प्रदाये ज्ञानपदार्थं बोधयन्ति. ज्ञानं विषयः प्रकाश्यः ज्ञानस्य दीपरूपस्य या प्रभा सा विषयता सम्बन्धः. सा प्रभा यस्मिन् पतति स प्रकाश्यः ज्ञानस्य विषयः इति उच्यते. यस्मिन् सा प्रभा नास्ति सः न प्रकाश्यते, अतः विषयः इति न उच्यते. इत्युक्ते तत्र तदेव विषयता इति वयं दृष्टवन्तः खलु, तत्र प्रकाशः एव विषयता. तत्र प्रकाशेन यत् प्रकाशति इदानीं, तत्र प्रकाश्यः भवति, तदस्ति विषयः इति. इदानीं प्रकाशः अपि त्रिविधः इति अस्माभिः पूर्वं दृष्टं, तत् अन्तिमपरिच्छेदः अस्ति खलु भगिनि, तदपि एकवारं पठतु. प्रकाशः अपि एषः त्रिविधः. प्रकाशः अपि एषः त्रिविधः. घटभूतलयोः संयोगं यत् ज्ञानं प्रकाशयपि प्रकाशयति तत् निदर्शनं स्वीकुर्मः. प्रकाशयति तत् निदर्शनं स्वीकुर्मः. तस्य शास्त्रेषु भूतलं घटवत् इति आकारः भवति इति उच्यते. आकारः इत्यस्य ज्ञानादि सविषयकपदार्थानां ये विषयाः तेषां प्रकाशितानां शब्देन प्रतिपादितं स्वरूपम् इत्यर्थः. इत्युक्ते अत्र आकारः इत्युक्ते किम् इति अस्ति खलु. भूतलं घटवत् इति वदामः चेत् तत्र वस्तुतः प्रकाशः त्रिविधः भवति. घटः इति एकं, भूतलम् इति द्वितीयं, घटभूतलयोः संयोगः इति तृतीयं. तदेव वयं तत्र विषयता इति विषयता प्रकारता संसर्गता इति वयं दृष्टवन्तः. तत्र संयोगे विद्यमानप्रभा अस्ति संसर्गता, विशेष्ये विद्यमान प्रभा अस्ति विशेष्यता, अपि च विषये विद्यमानप्रभा अस्ति प्रकारता इति वयं विशेषणे विद्यमान प्रभा अस्ति प्रकारता, विशेष्ये विद्यमान प्रभा अस्ति विशेष्यता इति वयं दृष्टवन्तः. हा, इदानीम् अग्रिमपुटे विषयताः यथा ज्ञानेन निरूप्यन्ते. विषयताः यथा ज्ञानेन निरूप्यन्ते तथा परस्परम् अपि निरूप्यन्ते. प्रकारता निरूपिता विशेष्यता इव विशेष्यता निरूपिता प्रकारता इति अपि सम्भवति. विशेष्यता निरूपिता प्रकारता एवं संसर्गतायाम् अपि यथा तथा च पूर्वोक्ते भूतलं घटवत् इति ज्ञाने घटनिष्ठप्रकारता निरूपित भूतलनिष्ठविशेष्यता निरूपकं ज्ञानम्. भूतलनिष्ठविशेष्यता निरूपितघटनिष्ठ प्रकारतानिरूपकं ज्ञानम् इति वा वक्तव्यम्. अस्तु, इत्युक्ते इदानीं वदतु न त्वं वदतु इदानीं. इत्युक्ते ज्ञानं कीदृशम् इत्युक्ते तत्र ज्ञानम् अस्ति तत्र तत्र प्रकारता संसर्गता विषयता इति यदस्ति तयोः मध्ये क्षम्यतां विशेष्यता इति यदस्ति तयोः परस्परनिरूपकं भवति ज्ञानं. इत्युक्ते प्रकारतानिरूपित प्रकारतानिष्ठविशेष्यतानिरूपितज्ञानम् इति अपि वक्तुं शक्नुमः. नो चेत् तत्र विपरीतदिश्यामपि वक्तुं शक्नुमः इदानीं खलु. तर्हि तदेव वयम् अस्माभिः पूर्वमपि दृष्टवन्तः. तर्हि अग्रिमपुटे पश्येमः चेत् तत्र अस्ति अस्माकं चित्रम्. इत्युक्ते तत्र संयोगस्य लक्षणवाक्यस्य आधारेण तत्र कथं संयोगः संयोगात् आरभ्य तत्र कार्यकारणताभावेन तत्र निरूपितमस्ति. तर्हि तद् शुकोन महोदय, भवान् किञ्चित् तस्य प्रतिपादनं करोति वा? हस्तः संयुक्तः इत्येव ज्ञानं. तादृश ज्ञानेन वयं शब्दप्रयोगः कुर्मः. हस्तौ संयुक्तौ, हस्तयोः मध्ये संयोगः अस्ति इति. न एकक्षणं महोदय, तत्र कारणता के कुत्र अस्ति, कार्यता कुत्र अस्ति इति पश्यतु। हा, प्रथमं ज्ञाने कार्यता अस्ति, तस्य ज्ञानस्य कारणं शब्दप्रयोगः। पुनः अस्ति चेत् एकक्षणं, तथा अस्ति चेत् तत्र कार्यं प्रथमं वा कारणं प्रथमं वा? कारणं प्रथमं। तर्हि यद्भवान् पूर्वमुक्तवान् तत्र ज्ञानेन शब्दप्रयोगं भवति वा शब्दप्रयोगेन ज्ञानं भवति वा? ओहोहो, आमामां, विपरीतेन मया उक्तं, शब्दप्रयोगेनैव ज्ञानं भवति। हा न भगिनी, पुष्पा भगिनी, अत्र पश्यतु, ज्ञानेन शब्दप्रयोगं नास्ति, तत्र कार्यकारणविषये यदा वयं पूर्वं दृष्टवन्तः तत्र किं दृष्टवन्तः, तत्र कार्यस्य एकक्षणं भगिनि, तत्र कार्यस्य पूर्वक्षणे एव कारणं भवेत् इति वयं दृष्टवन्तः खलु? तर्हि कार्यं प्रथमं कथं वा स्यात्? कार्यं प्रथमं कथं वा स्यात्? कारणं प्रथमम् आयाति, आद्यं तत् कार्यता निरूपित कारणः कारणता न कार्यता निरूपित कारणता शब्दप्रयोगः। सत्यं, ज्ञाननिष्ठकार्यतानिरूपितकारणता शब्दप्रयोगः। वदतु भगिनि। तत्तु कार्य शब्दप्रयोगः शब्दप्रयोगनिष्ठकार्यता कारणता आश्रयत्वं संयोगः। सत्यं, परन्तु तत् अवगच्छति वा तत्र सर्व तत्र तत्र हस्तः हस्तौ संयुक्तौ इति कथम् आगच्छति इति अवगच्छति वा तेन? हस्तः विशेष्यता हस्तः विशेष्यता इति न वदामः खलु, किञ्चित् सम्यक्तया वदतु। अवच्छिन्नविशेष्यता ज्ञानं न न तथा न एकक्षणं भगिनी भगिनी किञ्चित् सम्यक्तया वदतु, तत्र हस्तनिष्ठ हस्तत्वम् अवच्छिन्न विशेष्यता निरूपित ज्ञानम्। एकक्षणम्, संयोगः अपि अस्ति खलु, तर्हि संयोगः विशेष्यता प्रकार न न तथा न वदामः खलु भगिनि, एतत्तु वयं बहुवारं कृतवन्तः, किञ्चित् सम्यक्तया वदतु, तत्र हस्तत्व अवच्छिन्नविशेष्यता निरूपितप्रकारता निरूपितप्रकारता नास्ति, प्रकारता केन अवच्छिन्ना अस्ति? संयोगत्वस्य अवच्छिन्ना अस्ति। वाक्यं वदतु, संयोगनिष्ठसंयोगत्वम् अवच्छिन्ना प्रकारता ज्ञानं प्रकारता ज्ञानमिति न खलु, प्रकारता किं भवति इदानीं विशेष्यता हस्तनिष्ठहस्तत्वम् अवच्छिन्ना विशेष्यता ज्ञानम्। न अवच्छिन्ना विशेषता ज्ञानम् इति नास्ति खलु, मध्ये किमपि आगच्छति, किमपि स्थापनीयं, कीदृशं ज्ञानं, कीदृशं ज्ञानं, संयोग न एकं अन्य कोऽपि वक्तुं शक्नोति वा तत्र किं भवति? निरूपकज्ञानं किल, हा निरूपकज्ञानम्, उत्तमं निरूपकज्ञानं, तत् वदतु, त्वं न न इति वदति तदेव निरूपकं ज्ञानम्। एकक्षणं भगिनी, एकक्षणं, क्रमेण गच्छेम। तर्हि संयोगत्व अवच्छिन्नप्रकारतानिरूपित हस्तत्वावच्छिन्नविशेषतानिरूपकं ज्ञानम्। इदानीं अग्रे किं भवति? ज्ञाननिष्ठनिरूपित ज्ञाननिष्ठनिरूपितकार्यता ज्ञाननिष्ठनिरूपिता नास्ति खलु, ज्ञाननिष्ठकार्यता ज्ञाननिष्ठकार्यता निरूपितकारणता शब्द निरूपित शब्द हरि ओम् भगिनी, अस्ति वा? सम्यक्, क्षम्यतां, शब्दप्रयोगनिष्ठ कार्यता न न न तत्पूर्वम् एकक्षणम् एकक्षणं तत्पूर्वं ज्ञाननिष्ठकार्यतानिरूपितकारणता शब्दप्रयोगः न न मध्ये किमपि आगच्छति खलु, तदेव पृष्टवती अहम्। शब्दप्रयोगः नास्ति, कारणता किम् अस्ति शब्दप्रयोगः? भगिनी, शरः अधोभागे गच्छति चेत् तत् किं सूचयति? शरः उपरि भागे गच्छति चेत् निष्ठकार्यता इति, तर्हि शरः अधोभागं प्रति गच्छति चेत् किं सूचयति? अधोभागे गच्छति चेत् आश्रयत्वं न, कारणतः आश्रयत्वम्, आश्रयत्वं ज्ञानप्रयोगः शब्दप्रयोगः न, कारणतः आश्रयः शब्दप्रयोगः, शब्दप्रयोगे आश्रयत्वम् अस्ति, शब्दप्रयोगः आश्रयः अस्ति, तर्हि कारणता आश्रयः शब्दप्रयोगः, शब्दप्रयोगः तत्र शब्दप्रयोगनिष्ठ कार्यता निरूपितकारणता आश्रयत्वं संयोगः। सम्यक्तया वदतु भगिनि पुनः, तद् आश्रयः संयोगः, कारणता आश्रयः संयोगः, उत्तमम्। इदानीं पूर्वस्मिन् पुटे अन्तिमपरिच्छेदं पठतु। तथा च हस्तत्वावच्छिन्न विशेष्यतानिरूपित संयोगत्वावच्छिन्न प्रकारतानिरूपक ज्ञाननिष्ठ कार्यतानिरूपित कारणताश्रय शब्दप्रयोगनिष्ठ कार्यतानिरूपितकारणताश्रयः संयोगः तादृशकारणताश्रयत्वं संयोगस्य लक्षणम्। इदानीं तद्वाक्यम् अवगच्छति वा? तत्र चित्रे भवती उक्तवती तदेव अस्ति अत्र। अस्ति, इमौ संयुक्तौ इति आकारकं ज्ञानम् आदाय समन्वयः प्रदर्शनीयः। अस्तु भगिनि, सम्यक्। इत्युक्ते तत्र इमौ संयुक्तौ इत्युक्ते हस्तौ संयुक्तौ इति आकारकं ज्ञानम्, आकारकम् इत्युक्ते किम् इति इदानीमेव वयं दृष्टवन्तः। तत् स्वीकृत्य इदानीं तत्र वयं संयोगस्य लक्षणवाक्यं दृष्टवन्तः. तर्हि प्रायः अद्य अत्र समापयामः. अत्र प्रश्नः अस्ति वा भगिनी? तत्पूर्वं प्रश्नद्वयमस्ति मम. वयं दृष्टवन्तः किल विशेष्यता अपि च प्रकारता परस्परं द्वयोः निरूप्य निरूपकभावः वर्तते इति. सत्यम्. इत्युक्ते हस्तत्वावच्छिन्न विशेष्यतानिरूपकसंयोगत्वावच्छिन्नप्रकारतानिरूप्य इति अपि वक्तुं शक्यते किल? हा सत्यं. तत्र विपरीत हा विपरीतदिश्यामपि वक्तुं शक्नुमः. तत्र चित्रं पश्यति चेत् प्रकारता अपि च विशेष्यता. तत्र शरः तु तत्र विशेष्यता प्रति गच्छति न, अपि च प्रकारतातः ज्ञानं प्रति विशेषतातः ज्ञानं प्रति अपि गच्छति. तत्र केवलम् अधः एव दत्तमस्ति इति कारणात् मया पृष्टम्. हा तत्र द्वयोः अपि परस्परनिरूपकनिरूप्यभावः अस्ति एव. तावदेव मम प्रश्नः आसीत्. हा परन्तु साधारणतया वयं तु तत्र विशेष्यतानिरूपितप्रकारता इति वदामः, यतोहि तत्र विशेष्यता अस्ति विशेषणे, अपि च प्रकारता हा प्रकारता अस्ति विशेष्ये इति कृत्वा. अस्तु. अपि च व्यापारः इति विषये इदानीमेव भगिन्या उक्तं ज्ञानजनकशब्दप्रयोगः व्यापारः. न न न न व्यापारः न व्यवहारः. ओ व्यवहारः. व्यापारः इति भिन्न भिन्नविषयः. तदेव प्रश्नः आसीत्. तज्जन्यत्वे सति तज्जन्यजनकत्वम् इति व्यापारस्य लक्षणम् इति वयं पठितवन्तः. सत्यं सत्यं. व्यापारः इति भिन्नवार्ता. हा तावदेव. अस्तु उत्तमम्. अस्तु तर्हि अत्र अद्य स्थगयामः. आगामिकक्षायां मिलिष्यामः. धन्यवादः. धन्यवादः. धन्यवादः. धन्यवादः.